पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 46 शेष उवाच आगतं वीक्ष्य श्रीरामं शत्रुघ्नप्रणतार्तिहं भ्रातरं सकलाद्दुःखान् मुक्तो भूद्विजसत्तम हनूमान् वीक्ष्य विभ्रान्तो रामस्य चरणौ मुदा वबन्दे भक्तरक्षार्थमागतं निजगाद च स्वामींस्तवैतद्युक्तं तुस्वभक्तपरिपालनं यत्सङ्ग्रामे जिदं सर्वं पाशबद्धममोचयः वयं त्विदानीं धन्या वै यद्रक्ष्यामो भवत्पदे जेष्यामोरीन् क्षणादेव त्वत्कृपादोरकुद्वः शेष उवाच स्थाणोस्तदा गतं रामं योगिनां ध्यानगोचरं पतित्वा पादयोर्विप्रजगादप्रणदाभयं एकस्त्वं पुरुषत्साक्षात् प्रकृते पर ईर्यसे यस्वांशकलया विश्वं सृजस्यवसि हिंसि च अरूपत्वमशेषस्य जगतः कारणं परं एक एव त्रिधारूपं गृह्णासि कुहकान्वितः सृष्टौ विधातृरूपेण पालने स्वयमास च प्रलये जगदत्साक्षादकं सर्वाख्यदां गदः तव यत्परमेशस्य हयमेधक्रदुक्रिया ब्रह्महत्यापनोदाय तद्विडम्बनमद्भुतं यत्पादशौचममलं गङ्गाख्यं शिरसोन्तरा वहामि पापशान्त्यर्थं तस्य दे पातकं कुतः मया बह्वपकाराय कृतं कर्म तव स्फुटं क्षम्यतां तत्कृपालो हि भवदो व्यवधायकं किं करोमि मया सत्यपालनार्थमिदं कृतं जानन् प्रभावं भवदो भक्त रक्षार्थमागतः असौ पुरा उज्जयिन्यां महाकालनिकेतने स्नात्वा शिप्राख्य सरिति तपस्तेवे महाद्भुतं ततः प्रसन्नो जातोऽहं जगादभूमिपं प्रदि याचस्वेदि महाराज स वव्रे राज्यमद्भुतम् मया प्रोक्तं देवपुरे तव राज्यं भविष्यति यावद्रामहयः पुर्यामागमिष्यति याज्ञिकः तावत् प्रभृत्यहं स्थास्ये तव रक्षार्थमुद्यतः एतद्दत्तवरो राम किं करोमि स्वसत्यतः कृणितोऽस्म्यधुना राज्ञा सपुत्रपशुबान्धवः हयं समर्प्यते पादसेवां राजा विधास्यति शेष उवाच इति वाक्यं समाकर्ण्य महेशस्य रघुत्तमः उवाच धीरया वाच कृपया पूर्णलोचनः राम उवाच देवानामयमेवास्ति धर्मो भक्तस्य पालनं त्वया साधुकृतं कर्म यद्भक्तो रक्षितोऽधुना ममासि हृदये सर्वभवदो हृदये त्वहम् आवयोरन्तरं नास्ति मूढाः पश्यन्ति दुर्धियः यभेदं विदधत्यद्धा आवयोरेकरूपयोः कुम्भीपागेषु पच्यन्ते नरा कल्पसहस्रकं ये त्वद्भक्तास्त एवास्मन्मद्भक्ता धर्मसंयुधाः मद्भक्ता अभिभूयस्या भक्त्या तव नदिङ्कराः। शेष उवाच युद्धं भाषितमाकर्ण्य सर्वो वीरमणिं नृपं मूर्छितं जीवयामास करस्पर्शादिना प्रभुः। अन्यानपि सुदानस्य मूर्छितान् चरपीडितान् जीवयामास समृढः समर्थः प्रभुरीश्वर। सज्जं विधाय तम्भूपं श्रीराम पदयोर्नदीं कारयामास भूदेश पुत्रपौत्रैः परिवृतं। धन्यो राजा वीरमणिर्यो ददर्श रघुत्तमं योगिभिर्योगनिष्ठाभिर्दुष्प्रापमयुधायुधैः। तेन त्वा रघुनाथं तं कृतार्थी कृतविग्रहाः ब्रह्मादिभिः पूज्यतमा अभूवन् द्विजसत्तमा। शत्रुघ्न हनुमद्भ्यां च पुष्कलादिभिरुद्भटैः परिष्ठुताय रामाय ददौ राजा हयोत्तमम्। राज्येन सहितं सर्वं सपुत्रपशुबान्धवम् सर्वेण प्रेरितप्रादाद्भुवो वीरमणिस्तथा। तदो रामोऽनुद सर्वैर्वैरिभिर्निजसेवकैः शत्रुघ्नादिभिरत्यन्तमुत्सुकैश्च विशेषतः। रथे मणिमये तिष्ठन् बभूवस तिरोहितः। अन्तर्हिते रामभद्रे सर्वे प्रापुः सुविस्मयम्। मा जानीहि मनुष्यं तं रामं लोकैकवन्दितं जले स्थले च सर्वत्र वर्तते संस्थितः सदा। तदो वीरा अलं हृष्टा अन्योन्यं परिरेभिरे तूर्यमङ्गलवादित्रैः सुमहानुत्सवो भवद। ततो मुक्तो हयः सर्वैर्वीरैः शास्त्रास्त्रकोविदैः सर्वैरनुगतप्रीतैर्विस्मयेन समन्वितैः। सर्वसत्यप्रतिज्ञश्च तमनुज्ञाप्य सेवकं श्रीरामं शरणं प्रोच्य याहि लोकैकदुर्लभम्। स्वयमन्तर्हितस्तत्र प्रलयोत्पत्तिकारकः कैलासमगमच्छर्वसेवकैः परिशोभितः। भूपो वीरमणिर्ध्यायन् श्रीराम चरणोदजं शत्रुघ्नेन ययौ साकं बलिना बलसंयुधः। यद्रामस्य चरितं ये शृण्वन्ति नरोत्तमाः तेषां संसारजं दुःखं न भविष्यति कर्हिचिद्। इति श्रीपद्मपुराणे पादालखण्डे शेषवाध्यायनसंवादे रामाश्वमेधे हयप्रस्थानं नाम षट्चत्वारिंशत्तमोऽध्यायः। ॐ